सर्वेभ्य नमस्कारः. अस्माकं व्याकरणचिन्तनवर्गं प्रचलन् अस्ति. लुट् लकार इत्यस्य विषयः अस्ति. वयं कृतवन्तः लुट् लकारे, वयं जानीमः अनद्यन्ते लुट् तत्र लुट् लकारस्य प्रयोगः भवति. तदनन्तरं वयं जानीमः लुट् लुट् तासि लुट् तत्र कथं विकरणप्रत्ययः तास् अस्ति. पञ्च उपाङ्गानि सन्ति: प्रत्यय, प्रत्यादेश, धात्वादेश, इडागम, तदनन्तरं किमस्ति अतिदेश. अस्माकं प्रति लुट् लकारे द्वितस्य कार्यं न भवति. प्रत्ययः वयं जानीमः, वयं सिद्धतिङ् प्रत्यय कृतवन्तः. प्रथमस्य डारोरस् अनेन वयं साधितवन्तः सिद्धतिङ् प्रत्यय. ता, तारौ, तारः परस्मैपदी, तासि, तास्थ, तास्थ, तास्मि, तास्व, तास्न. आत्मनेपदी ता, तारौ, तारः, तारो, तासाथे, ताध्वे, ताहे, तास्वहे, तास्महे इति. यदि इडागमस्य चिन्तनं भवति तत्र इति भवति. यदि धातु सेट् अस्ति अपि वयं जानीमः सर्वे तिङ् प्रत्यया ये सन्ति परस्मैपदी वा तिङ् प्रत्यया आत्मनेपदी सन्ति ते सा चकार आदौ अस्ति. चकार बलादि अस्ति अतः आर्धधातुक षड्बलादे धातु सेत् अस्ति, प्रत्यय सेत् अस्ति. अनुकूलं भवति इडागमस्य चिन्तनम् आगच्छति. सो इता, इतारौ, इतारः, इतासि, इतारथ, इतारथ, इतास्मि, इतास्वः, इतास्म. यदि आत्मनेपदी भवति इताः, इतारौ, क्षम्यताम्, इता, इतारौ, इतारः, इतारौ, इतासाथे, इताध्वे, इताहे, इतास्वहे, इतास्महे. इदानीं वयं तदनन्तरं वयं धात्वादेश कृतवन्तः. झटिति स्मरासं वदामि. अस्ते भू, अस् धातु भू आदेश भवति. भविता, भ्रुवो, वचि, भ्रू धातो, वक्ष आदेश भवति. वक्ता, संक्षिङ्, ख्या अनेन चक्ष धातो स्थाने ख्या क्षाति वातिकेन आगच्छति. तु ख्याता, क्षाता इति भवति. अजे व्यघ, अजे व्यघयोपि घयो घय घयपोः अज् धातु वि आदेश. वेता आदेशे उपदेशे सति सर्वे दातव एच् प्रचारे अस्ति तेषाम् आत्वम् आगच्छति. अनेन यथा ग्लै, ग्लाता, ध्यै, ध्याता, शो, शाता, सो, साता, वे, वाता, छो, छाता इति भवति. भ्रश्चोरोपधयो रमन्नत्य साम् अनेन भ्रश्च रूपं द्वयम् आसीत्. रम् आदेशक् भवति चकारस्य पूर्वं यत् सकार रेफ अस्ति तत्र अम् आदेश भूत्वा भ्रष्टा वा भ्रष्टा इति भवति. मीनाति, मिनोति, दीङ्गा, ल्याप्, ल्यपि च. तद् यदि ल्यप् वा अस्माकं कृते लुप् लकारे तास् प्रत्यपरे अस्ति अर्धधातुक्य तत्र आत्वमादेश भवति. सो मी, मा, प्रमाता, मी, मा, माता, दीङ्, दाता. विभाषा लियते अनेन यथा मीनाति तत्र अत्र अपि ली धातोः विकल्पेन आगच्छति आत्वं. सो विलाता वा भवति, वेलाता इति यदि गुणः भवति. उदुपद गो, गोः तत्र यदि गु धातु अस्ति तत्र ऊत्वं जायमान गुण गोः गुह गोः भूत्वा तद् बाधित्वा ऊत्वम् आगच्छति. तत् गुः इति भवति. सो गुहुता इति भवति गुह अस्तु. तत् द्रव्यं गु धातु न केवलं सूत्रे अस्ति गु उपधा गुरादेश प्रबाद्य उत् आदेश भवति न वक्तम् अस्ति आजधातुक वा सार्वधातुक अतः गु धातु अपि गुहिता इति भवति यदि भुवादिगणेश प्रत्यय परे अस्ति इति स्मर्तव्यम् अतो लोप तत्र अकारस्य परे अकारः यद् अस्ति तत्र पूर्वकारस्य लोपः भवति सो चिकीर्ष चिकीर्षिता यस्य हल तत्र अपि यत् यदि यकार हल् परे य अस्य शब्दः अस्ति तत् य शब्दस्य लोपः भवति सो यथा बेभिद्य बेभिदिता भवति क्यस्य विभाषा अस्ति अपि यदि क्यङ् क्यङो इति ये दे प्रत्ययाः सन्ति तत्र अनुबन्धालोपनान्तं य अवशिष्यते तत् य अस्ति तस्य लोपः भवति विकल्पेन यथा समृद्धातुः अस्ति समृद्ध्य समृद्धिता अस्ति इति समृद्धता समृद्ध्यता कृपोरोल वयं कृतवन्तः गतसप्ताहे कृत् धातुः यदि जायमान गुणः भूत्वा पगन्तलघुपदस्य अस्ति अस्ति तत्र रेफस्य स्थाने लकार अपि क्लिप् अस्ति इति क्लिप् इति भवति सो क्लिप् वा क्लिप् इति भवति किन्तु कल्पिता वा कल्पता अस्ति इदानीम् इडागमचिन्तनं कथम् अस्ति इति वयं जानीमः कुर्मः इडागम अस्तु सो इदागम पुनः पठामः अद्य स्थूलरूत्या किम् अस्ति यत् वयं पाठं पूर्वं कृतवन्तः इदागमधातु अपि प्रत्य द्वयं द्रष्टव्यं धातु इदानुकूल कथं वदामः यदि धातु एक एव सूत्रमस्ति धातु प्रत्ययः धातु यदि धातु कृते धातु एकाच् उपदेशे अनुदातो इति स्मर्तव्यं यदि धातु एकाच् अस्ति अनुदात् अस्ति अपि उपदेशे अवस्थायां तदा इडागम न भवति तद्धातोः सामान्यतया धातु यदि अनेकाच् सन्ति वा उदात् सन्ति वा स्वरित सन्ति तेषाम् इडागम भवति धातोः कृते केवलम् इति स्मर्तव्यम् एकाच् उपदेशे अनुदात तत् धातोः इडागम न भवति अस्तु अदि प्रत्यया सामान्य वयं जानीमः इडागम विधान सूत्रमस्ति विधायकसूत्रमस्ति आदधातुक एड् बलादे आदधातुकस्य एड् वलादे इत्युक्ते यदि वलादि प्रत्य अस्ति वल् प्रत्याहारे ये सन्ति वर्णाः आदौ अस्ति तेषाम् इडागम अनुकूलता भवति तदनन्तरं वयं अत्र दृष्टवन्तः नेद् वशीकृति यदि कृत् कृत् प्रत्याहार तस्मिन् वश् प्रत्याहारे ये प्रत्ययाः सन्ति तेषाम् इदानुकूलता न भवति वश् प्रत्याहारे के वर्णाः सन्ति वर्गीयपञ्चम वर्ण वर्गीयतृतीय वर्ण वर्गीय चतुर्थवर्ण अपि वश् ते अपि आगच्छन्ति अस्तु सारि सारि हयव सो यव ते आगच्छन्ति यत् सूत्रमसि तृतथसिषु सरकसेषु च एते सर्वे अपि कृत् प्रत्ययाः सन्ति यतोहि ते सर्वे तकार वा वलादि प्रत्याहारे अस्ति तदापि एतत् सूत्रकारणे तेषाम् इदानुकूलता न भवति कारणं कि ते उक्ताः सन्ति सूत्रे तेषाम् इदागम न भवति तत्र अस्तु ते इदानीं पठामः क पठति अरुणा भगिनी भवती पठति इदागम इदागमः इदागमपाठः पूर्वम् अधीतः, तत्र च सामान्यं ज्ञातं नाम धातु अपि सेट् प्रत्ययः अपि इदनुकूलः इति चेत् इदागमो भवति, तत्र च प्रत्ययप्रसङ्गे प्रमुखसूत्रं सूत्रत्रयम् आदुदात्तस्कृतेद्वलादेः नेद्वशीकृति तथा भगिनि सीषु च इति त्रीणि सूत्राणि अस्ति. तिङ्गन्तप्रसङ्गे च येषु एकमेव आददातकस्य बलादेः एव सूत्रं कार्यं करोति. इडागमः वयं पूर्वं पठितवन्तः, अत्र धातु अपि च प्रत्यय अनुकूलः अस्ति चेदेव इडागमः भवति. धातु धातु एकाच् अनुदात अस्ति चेत् अनिट् अस्ति, इडागमः न भवति. प्रत्ययः आर्तधातुकस्य इद्वलादेः अर्धधातुकप्रत्ययः प्रत्यय हलादि वर्णः अस्ति, वलादिप्रत्याहारे अस्ति चेत् इदागमः भवति. अन्यसूत्रद्वयं कृत् विषये एव कार्यं करोति, नेद् वशीकृति कृत् प्रत्ययान्त धातुतः वश् प्रत्याहारः अस्ति चेत् इदागमः न भवति नेड् वशीकृति इति सूत्रेण. अन्यसूत्रमस्ति ती तू त्रा ता था सीसु सा रा कसेषु च इति सूत्रेण. किं भगिनि ती तू त्र ता था सी सु सा का सा सा ओके सूत्रेण इडागमः न विधीयते. तदपि कृतन्तरूप दातव प्रत्ययाः सन्ति तद्देशेनैव, परन्तु तिङ्गान्तप्रसङ्गे केवलम् आर्धदर्शिकस्य बलादेः सूत्रमेव आवश्यकमस्ति. ओके, यत् तृतीयसूत्रमस्ति ती तू त, एते सर्वे ये प्रत्ययाः उक्ता सन्ति सूत्रे ते सर्वे अनुबन्धलोपा पूर्वम् अस्ति, अनुबन्धलोपा पूर्वं ति अस्ति या तु अस्ति त्र अस्ति, सर्वे अनुबन्धलोपः पूर्वम् उपदेशे अवस्थायां दत्तम् अस्ति. कारणकी अन्य अपि कृत् प्रत्ययाः सन्ति ये अनुबन्धलोपानन्तरं ति भवति, किन्तु तत्र इदागनुकल इदागमः भवति, इति स्मर्तव्यं कीदृश उपदेश अवस्थायाम् अस्ति प्रत्ययः इति स्मर्तव्यं. सो ति तु यथा ति अत्र दत्तम् अस्ति तत्र न भवति, तत्र यथा अस्ति शास्त्रं शासातु त्र शास्त्र इति भवति, किन्तु अन्या वयम् इदागम यदि पाठं कृतवन्तः तत्र दत्तम् अस्ति कानि सूत्राणि कानि प्रत्ययानि सन्ति, यदस्ति अस्ति तिन् प्रत्ययः यदि अस्ति, यथा वयं जानीमः दीप् इति तिन् प्रत्ययः अस्ति, दीपिता इति भवति तत्र, किन्तु अत्र यति प्रत्ययः अस्ति तत्र न भवति इति स्मर्तव्यम्. उपदेशे अवस्थायां ये उक्ताः सन्ति तेषाम् इदागमः न भवति. अस्तु अस्तु, मणि महोदय अग्रे भवान् पठति वा? स्पष्टं साधु अस्तु. मणि महोदय भवान् पठति अग्रे प्रत्येकं प्रत्ययविषये केचन विशिष्टनियमाः सन्ति, केवलं तत्तत् प्रत्यये सम्बद्धा तासः प्रसङ्गे तादृशसूत्रद्वयं वर्तते. सूत्रं पठामि वा? तासि च क्लृपः कृप् धातोः परस्य परस्मभिधिसम्यकः ताश्च परस्मभिधिसम्यकः सकारादि आददातुकप्रत्ययः च अनयोः विडाहमो न भवति. नाम केवलम् आत्मविधिसम्यकः ताश्च आत्मविधिसम्यकः सकारादि आददातुकप्रत्ययश्च च विडाहमः भवति. कृपु धातुः उपदेशे आत्मेपदि किन्तु लुटि च क्लृपः इत्यनेन श्य शन् तास् इत्येषु त्रिषु प्रत्ययेषु परेषु अयं कृप् धातुः विकल्पेन प्रश्नभिति अपि भवति. सिद्धान्तकौमुद्यां लुटि श्य शनोश्च क्लृप् क्लृपेः प्रश्नपदं वा स्यात्. अतः लुटि परश्नपति इडागम अभावे कल्पिता आत्मनेपदी इडागमे सति कल्पिता. तासि सप्तम्यन्तं च पदं त्रिपः पञ्चम्यन्तं त्रिपदम् इदं सूत्रम् अर्धधातुकस्य डोलादेः इत्यस्य सम्पूर्णस्य अनुवर्तिः गमरे परस्मपदेषु इत्यस्मात् परस्मपदेषु इत्यस्य अनुवृत्तिः न वृद्धय चतुर्भ्यः इत्यस्मात् न इत्यस्य अनुवृत्तिः च इत्यनेन से सि चि कृत छिरुत छिर्द धृद निरुद्धः इत्यस्मात् से इत्यस्य सप्तम्यन्तम् अनुकर्षणम् अनुवृत्तिसहितसूत्रं क्लर्पः परस्मैपदेषु आददत्कलादेः न तासि ते च इत्युक्ते तासि च क्लृपः इति सूत्रेण कृप् धातुः परस्मैपे तास् प्रत्ययः वा अथवा स प्रत्ययः वा तेषु पर अस्ति चेत् परस्मैपति न भवति. परस्मति अस्ति चेत् अत्र विडाहः न भवति. परन्तु आत्मनेपति अस्ति चेत् आदिदेशसु अपि आत्मनेपति अर्हः आत्मनेपति भवति चेत् तत्र विडाहः भवति. अनन्तरं तासि च क्लृपः इति एकम् नियमसूत्रम्. अनन्तरं लुटि च क्लृपः इत्यस्य स्य सन् तास् इत्येषु त्रिषु कृतेषु परस्मैपदि भवति विकल्पेन इति तत्सूत्रमस्ति. अनन्तरं सिद्धान्तकौमुद्यामपि वदति लुटि च स्य शनो च क्लृपः परस्मैपदि वा भवति इति ते अपि वदन्ति. अतः लुटि च क्लृपः इति अपि उदायकसूत्रम् अनियमसूत्रं. किं नियमः अस्ति लुटि च क्लृपः इति शन् इत्युक्ते श्य शन् दासि इत्येषु विकल्पेन परस्मैपदि भवति कृप् धातुः इति वदति. तस्य नियमः. अनन्तरं तासि च क्लृपः इति वदति यदा परस्मैपदि भवति सकारादि तास् प्रत्यये अथवा तास् प्रत्यये परे अस्ति चेत् तत्र इडामः न भवति इति. अतः इडामः भवति वा न भवति वा इति तासि च क्लृपः निर्णयति. परस्मैपदि धातु इत्यस्य नियमः लुटि च क्लृपः इति. अतः यदपि अनुवृत्ति भवति अनुवृत्तिसहसूत्रं पठामः चेत् क्लृपः परस्मैपदेषु आददातुकस्य ड्वलादेः न. अत्र आददातुकप्रत्ययः अस्ति चेदपि परस्मैपदि भवति चेत् क्लृपः धातुः न इत्युक्ते मीन्स् वल्लादि नास्ति इडाहः न भवति इति तस्य अर्थः. परन्तु दासि चेत् प्रत्यये परे अस्ति चेत् एव अर्थम्. अत्र कुत्र अपि न दोड दासि चेत् त्याज्यातं त्यजतुं वा चेत् अत्र परस्मैपदि आददातुकस्य ड्वलादेः नास्ति कुत्र इति प्रश्नः अस्ति. अतः दासि चेत् इति नियमः लुटि च क्लृपः इत्यनेन अत्र न भवति. अतः दासि चेत् अपि अनुवृत्तिसहितसूत्राय वा अत्र अस्ति अहं चिन्तयामि. महोदय भगिनि अस्ति साधु अस्ति तत्र यथा भवान् उक्तवान् सर्वं समीचीनं, किन्तु किञ्चित् चर्चा जाता वर्गे परस्मैपदेषु आर्धधातुकस्य यद्वलादि अस्ति, यदि न या तावत्पर्यन्त यदि सूत्रं वदामः कृप् धातुयोगे प्रथम परस्मैपदेषु यदि अस्ति क्लिप् परस्मैपदेषु तत्र यतोहि आर्धधातुकस्य यद्वलादि अनेन इदागमः भवेत् किन्तु न भवति यदि परस्मैपदे प्रत्ययः तत्परे अस्ति क्लिप् परे धातोः परे अस्तु, किन्तु परस्मैपदी अनेन किम् अवगन्तव्यं क्लिप् धातोः परस्मैपदी सामान्यतः यत् स्वभावः अस्ति क्लिप् धातोः स्वभावः तस्य प्रकृतिः अस्ति क्लिप् धातुः आत्मनेपदी अस्ति, क्लिप् धातुः स्वभावतः वेट् अस्ति, वयम् अस्माकं वेट् आवल्यां यदि वयं दृष्टामः क्लिप् इति दत्तम् अस्ति, सो क्लिप् धातोः स्वभावः अस्ति आत्मनेपदी अपि वेट् स्वभावः, सो विकल्पेन तत्र भवति इदागमः. किन्तु यदि तास् प्रत्यपरे अस्ति लुट् लकारे तत्र आत्मनेपदी अस्ति तत्र सर्वदा तत्र आगच्छति इदागमः, तो तत्र वेट् आत्मनेपदी यदि वेट् तस्य को महत्वं न भवति, महत्वं कदा अस्ति यदा वयं जानीमः लुट् चक्लुट् इति प्रथम अध्याये तृतीयपादे यत् सूत्रम् अस्ति 93 सूत्रं संज्ञासूत्रं लुटि च क्लिप् क्लिप् धातोः यदि प्रत्ययेषु स्य सन् तास् एते त्रयप्रत्ययाः तस्य परे अस्ति ते प्रत्ययाः विकल्पेन परस्मैपदी सन्ति, सो यत् सामान्य क्लिप् धातोः कृते यत् आत्मनेपदी स्वभावः अस्ति स्य सन् तास् प्रत्यपरे तत् अपि परस्मैपदी अपि भवति इति लुटि चक्लिप् सूत्रं वदति तत् विकल्पेन, तत्र यदि विकल्पेन भवति तत् किमस्ति इदागमः न भवति ततः क्लिप् धातोः वेट् इति अन्यम् आगच्छति, तु कदा यदि आत्मनेपदी अस्ति तत्र इदागमः भवति यदि परस्मैपदी अस्ति तत्र इदागमः न भवति, अत्र कृपाकार अग्रिमपरिच्छेदम् अस्ति प्रश्नः अस्ति तत्र प्रश्नः अस्ति दासी वर्ष लाघवम् अस्ति साधु पाणिनः पाणिन्याः प्रिन्सिपल् अस्ति यत् अस्ति तत् लाघवं कथं तासीसि च पुनः दत्तम् अस्ति अत्र इति कारणम् अस्ति अग्रे पठामः. तास् यदि परस्मैपदी क्लिप् परस्मैपदी न एव सति स्वयमेव क्लिप् आत्मनेपदी अस्ति, यदि परस्मैपदी वदामः क्लिप् योगे तत्र इति मन्तव्यं सन्तास्य तत् परे अस्ति तास् अत्र च इति लेखितुं न आवश्यकम् इति अग्रे प्रश्न अस्ति तस्य समाधानम् अस्ति. पुष्पा भगिनि भगिनि एकः प्रश्नः भगिनि अभवत् किं प्रश्नः किं भगिनि, वयं जानीमः तासीसे इति अनुवृत्ति आवश्यकता नास्ति, किमर्थम् इति चेत् लुटि च क्लुपः सूत्रमेव वदति क्रुप् प्रत्य धातुतः स्यासन्तास् प्रत्ययपरे विकल्पेन परस्मैपदं भवति इति महाजयः प्रश्नः, अत्र आवश्यकता नास्ति किमर्थं सम्पुष्ट महोदय प्रश्नः न अवगतं किल सम्यक्? प्रश्नः अस्ति यत् अनुवृत्तिसूत्रे तासीसे इति न वक्तव्यं, टीकाकारस्य महत्वम् अस्ति इति, केवलं अनुवृत्तिसूत्रं भवेत् कल् परस्मे पदेषु आददाति एड्वलादे, कल्द्वलादे न तावत् पर्यन्तं तदेव सम्यक् तस्य सम्यक् भवेत् टीकाकारः वदति, कारणकी परस्मैपदे यदि लिखितम् अस्ति तत् स्वभावस्य अर्थमेव आगच्छति, परस्मैपदे कदा भवति धातुयोगे यदि तात्पर्य अस्ति, न तत् न कोऽपि अन्यं स्थलं नास्ति यत्र धातु परस्मैपदे भवति, केवलं सन्तात्परे यदि भवति तस्य यदि स्मृति चकृत् इति तस्य प्रूफ् अस्ति खलु स्मृति चकृत् इति सूत्रं स्मृति चकृत् इति सूत्रं यदि कदा परस्मैपदे भवति यदा स्यसन्तात् तस्य परे अस्ति, न कोऽपि अन्यस्थलं यत्र क्लिप्धातुयोगे परस्मैपदे भवति, केवलम् एते त्रयः प्रत्ययाः यदि तस्य परे भवन्ति. आम् ओके अस्तु आम् इति प्रश्नः अस्ति. अस्तु पुष्पा भगिनी भवती पठितुमिच्छति वा? पठामि. अत्र प्रश्नः उदेति अस्मिन् तासित् च रूपः इति सूत्रे तासि इति पदस्य का आवश्यकता, अपि च अनुवृत्तिसहितसूत्रे से इत्यस्य का आवश्यकता, लुटि च रूपः लुटि च रूपः इत्यनेन स्या सन् तास् इत्येषु त्रिषु प्रत्ययेषु परेषु अयं कृपः कृप् धातुः विकल्पेन परस्मैपदी अपि भवति इत्युक्तम् इत्युक्तम् अन्यत्र कृप् धातुः आत्मनेपदी, अतः पुनः तासीसे इति वदनस्य का आवश्यकता? उत्तरमेव यत् तासि च कृपः इति सूत्रं सप्तमाध्याये तस्य च अर्थपूर्तिः न महितुं भवितुम् अर्हति, लुटि च रूपः इति प्रथमाध्यस्तसूत्रेण क्षम्यताम् अष्टाध्याय्याम् अर्थपूर्तिः भवति, अनुवृत्त्या च अधिकारसूत्रेण च अत्र तादृशः अवसरः नास्ति, अतः साक्षात् अष्टाध्याय अर्थपूर्ति भवति अनुवृत्त्या च अधिकारसूत्रेण, अत्र तादृशः अवसरः नास्ति, अतः साक्षात् वदनस्य आवश्यकता. अस्तु अत्र तासि च कृपः इति सूत्रे तासि पदस्य आवश्यकता किम्, अपि तु से इत्यस्य का आवश्यकता अनुवृत्तिसहितसूत्रे? एतत् प्रश्नानि प्रश्नस्य कारणं किम् अस्ति? कारणं तासि कारणं कथं तद् पदं कथं किमर्थम् उपयुक्तम् इति, परन्तु अत्र लुटि च कृपः इत्यनेन स्या सन् तास् इत्येषु प्रत्यये त्रिषु प्रत्ययेषु परेषु अयं कृप् धातुः विकल्पेन परस्मैपदि भवति, तत्कारणात् अन्यत्र कृप् धातुः तु आत्मनेपदि, तत्कारणात् एतद् तास् इच्छा कृपः इति वदति, तास् तास् अत्र तास् अस्ति अस्ति, अतः पुनः तास् इच्छे इति वदनस्य का आवश्यकता, तत्तु तास् इच्छा कृपः इति सूत्रं सप्तमाध्याये अर्थपूर्तिः न भवितुमर्हति, लटि च कृपः इति प्रथमाध्याय सूत्रेण किम् अर्थपूर्तिः न भवति तस्य कृपमस्ति, तासि च कृपः सप्तमाध्याये अस्ति, तस्य अर्थपूर्तिः लुटि च कृपः उपयुक्ते एव एतद् प्रथमाध्यायस्थ सूत्रेण एव एतत् कार्यं भवति इति वदति, अर्थपूर्ति यदा अनुवृत्तिः वयं कुर्मः सूत्रस्य अनुवृत्तिः अनुकर्षणं भवति यदा तस्य पूर्वं पूर्वसूत्रात् पूर्वसूत्रसमीपं सूत्रात् भवेत् अतः तदानीम् एव अनुवृत्तिः आगच्छति. अत्र लुट्टिचक्रमिति प्रथमाध्यायः अस्ति, तासिचक्रमिति सप्तमे अध्यायः अस्ति, प्रथमाध्यायात् सप्तमे अध्यायात् पर्यन्तं तत्र अनुवृत्तिः न आगच्छति, समीपम् इति भवेत्. यथा वयं पश्यामः अत्र कृप् परस्मित् पदेषु आददाति चेत् बलादेन पूर्वसूत्राणि सन्ति तेषाम् अङ्कम् अस्ति न कथम् आगच्छति, 59, 7259, 7257 इति समीपम् अस्ति, सूत्रस्य समीपम् अस्ति, अतः अर्थपूर्ति अष्टाध्यायी यदि अधिकारसूत्रमस्ति तत्र पूर्व अङ्गस्य अधिकारः अस्ति, तत् सर्वाणि सूत्राणि यत् तत् प्रकरणे आगच्छति तत्र अङ्गस्य अधिकारे भवति तत्र तस्य अनुवृत्तिः आगच्छति. धातु यदि अस्ति तु धातु सर्वाणि सूत्राणि धातुप्रकरणे तत्र धातु अधिकारः आगच्छति इति अधिकारसूत्रस्य इति कार्यं भवति. तो अत्र अनुवृत्तिः न भवितुं शक्नोति तासि चकृप् अनेन कारणति ते लुटिचक्रप् तस्य समीपं न अस्ति, समाधानम् अस्ति तव कारणकी समीपं नास्ति, अधिकारसूत्रं नास्ति, अनुवृत्ति अपि न अनुकर्षणं न भवितुं शक्नोति, अतः पाणिनिमहोदयेन पुनः तासि चक्रप् इति स्पष्टं कृत्वा लिखति. सम्यक् अस्तु, सम्यक्. अरुणा भगिनी वा मणिमहोदय प्रश्नः अस्ति वा? न भगिनि, अवगतं भगिनि. अस्तु, मम प्रश्ने एव महोदय प्रश्न बहु चर्चा अभवत् एव, किन्तु बहु समीचीनं वारं वारति सर्वेषां महोदय पृष्टवान् इति सम्यक् अभवत् स्मरणं सम्यक् अभवत्, अभ्यासः सम्यक् भवत्. तदेव वयं कृतवन्तः भगिनि, तदनन्तरं तीष्टहलु पठितव्यमपि अग्रिमसूत्रं भवती पठतु भगिनि. इदानीम् उक्तवती अनुवृत्तिः अपि अत्र नास्ति, अधिकारसूत्रेण अपि कार्यं नास्ति इति वदति किल, किमर्थं पूर्वसूत्रं परसूत्रं प्रति पूर्वसूत्रम् अनुवृत्तिः भवति साधारणतया? परन्तु अत्र ये किं कृत उन्मतं न अनुमति अपि अधिकारमपि नास्ति तदपि यदि केवलं तास् इति यदि तास् प्रति अनुवृत्तिः न कुर्मः तास् प्रत्यय स्वभावत्वेन अस्ति आत्मनेपदी अस्ति तस्य वेट् इति स्वभावः अस्ति केवलम् आत्मनेपदी तास् भवेत् तत्र परस्नेपदी न आगच्छति तत्र यदि तास् इति न यत् केवलं तास् लिखामः इति प्रश्नपि यदा लुटि च क्लुप् इत्यनेन प्रश्नपि भवति तदानीं तासि इत्यस्य प्रयोजनमपि नास्ति न कार्यं भवति वा तासि च क्लिप् तत्र परस्मैपदी भवति किन्तु परस्मैपदी इदागमः न भवेत् इतः तासि च क्लिप् इति सूत्रं वक्तव्यम् तासि इति वक्तव्यं कारणकी तस्य स्पष्टं कृत्वा तास् प्रत्यय अपि आत्मनेपदी आगच्छति यदि तास् प्रत्यय परस्मैपदेषु इति न लिखामः तत्र केवलं तास् इति वयं अनुभवामः इति तत्रापि आगच्छति आत्मनेपदी अपि तत्र न भवेत् इति इति राङ्ग् नोशन् न भवेत् इति परन्तु अहं चिन्तयामि बट् दासी इति दासी च क्लिपः इति सूत्रेण वक्तव्यम् अपि अस्ति अहम् अत्रापि कथं साक्षात् वदनस्य आवश्यकता इत्युक्ते आवश्यकता अस्ति तदेव किल इति अस्ति इति अस्ति कारणकी एक किमस्ति एकपक्ष वदति कारणकी परस्मैपदी यदि वदामः क्लिप् धातु परस्मैपदी योगे यत् भवति तत्र केवलं स्य सन् तास् इति आगच्छति अतः तास् वा सासि वासि यत् सप्तमी विभक्ति योजित्वा इति न वक्तव्यम् एकपक्ष इति वदति अन्यपक्ष वदति इति वक्तव्यं कारण की क्लिप् तासि च क्लिप् अनेन यत् सप्तम अध्याये अस्ति किन्तु यत् क्लिटि च क्लिप् अस्ति तत् प्रथम अध्याये अस्ति तत्र अनुवृत्तिः न भवितुं शक्नोति तस्य परस्मैपदी इति वक्तामः अपि इति अर्थपूर्वं न भवति यदि इति न वदामः अपि तास् प्रत्यय न केवलं परस्मैपदी प्रत्यययोगे भवति अपि आत्मनेपदी योगे भवति अपि तु इति स्पष्टीकरणार्थम् इति आवश्यकम् अपि वक्तव्यम् अस्ति सम्यक् अस्ति भवान् वदति आमां यदि तत्रपि सम्यक् भवति एकपक्ष इति वदति टीकाकार इति वदति तासि न वक्तव्यं तदपि प्रश्नपि अत्र लुट्लकारः एव पठामः कृप् धातुः वेट् इति पठितवन्तः अतः आत्मनेपदीरूपं भवति चेत् इडागमः अन्यत्र कुत्र इडागमः अनिताः इति चेत् इट् इस् डिक्लेर्ड् बै तासि च क्लिप् भवति सूत्रेण एव अतः तासि इति वक्तव्यं तत्र कल्पता भवति इदागमस्ति लुट् लकारे तु कल्पिता भवति किन्तु महोदय उक्तवान् लुट् लकारे कृते किञ्चित् अन्य अपि प्रक्रिया भवति तस्य तदानीं यदि लुट् लकार कुर्मः तदा वक्तव्यम् इदानीं न नियमाः सन्ति. तदेव अग्रे दासि चस्य उपरि अग्रे प्रत्येकं प्रत्यय विशेषे केचन विशिष्टनियमाः सन्ति इति. प्रत्येक प्रत्येकजाति विषय आगच्छति, लुट् लकार लिट् लकार वा सनन्त्य धातु, तेषां प्रति भिन्नाभिन्ना विशेषनियमाः सन्ति. यदा सामान्यनियमः यदि वयं दृष्टवन्तः तत् यथा आर्धधातु क्रेद्वलादे वा नेट् वशीकृति अति तूत्र तत् इति सूत्राणि सन्ति, तेषां कार्यमस्ति. किन्तु विशेषनियमः यथा तासि च क्लिप् इति लुट् लकारे अस्ति इति स्मर्तव्यम् इदागमस्य कृते. अन्य यदि प्रकरणम् आगच्छति यथा लुट् लकार तत्र किञ्चित् नूतननियमाः आगच्छन्ति तत्र विशेष. अति इदानीं यत् द्वितीय सूत्रमस्ति तत्रापि जानीमः किं भवति. अस्तु अस्तु, पठतु अरुणा भगिनि. तिष्ठ सः लुब् लुभ तृषः. ऐ नो दे विल् काल् मी देन् ओन्लि ऐ विल् गो. ओके, टिल् देन् ऐ केन् कण्टिन्यू. ओके, सूत्रमस्ति तीश सह लुभ ऋष ऋष दिवादिगणे इष् धातुः सः लुब् ऋष् ऋष् इत्येभ्यां पञ्चभ्यः धातुः तकारादि आर्धधातुकप्रत्ययविकल्पेन इडागम अनुकूलाः. ती सप्तम्यन्तम् इष् सह लुभ ऋषऋषः पञ्चम्यन्तं द्विपदमिदं सूत्रम्. ओके, सूत्रमस्ति तेष सः लुभ ऋषऋषः. अत्र पञ्चधातवः सन्ति दिवादिगणे इष् धातुः सः लुभ ऋष ऋष ऋष पञ्चधातुभ्यः सकारादि प्रत्यय अर्धधातुकप्रत्ययपरे अविकल्पेन इडागम अनुकूलः भवति. ति इति अत्र किमर्थं ताप्रत्यय? ओके, सप्तम्यन्तं त्रिरोग ईश ईश अस्ति न, तत् ति भवति सूत्रे सरणदीर्घसन्धि. ताप्रत्ययः तकारादि आर्धधातुकप्रत्ययः, अतः तस्य विकल्पेन इदागमो वा इदागमो भवति एभ्यः पञ्चभ्यः धातुभ्यः. इष् धातु इष् धातः थास् इष्ट एष्ट एषि नो प्रथमं वदतु अस्माकम् आविल्याम् एते धातव कः स्वभावः, इष् धातु स्वभावः किमस्ति अस्माकम् आवल्यां? ते सर्वे इष् वेड् अस्ति, इष् धातु आवल्यां नास्ति कुत्रापि, अहं चिन्तयामि ज्ञापकं नास्ति धातु. इष् धातु कथं कि शकारान्त आवल्यां वदतु, स्मरति तदनन्तरं उकारान्तधातव भवति पुष् दुष् तुष् कृष् साधु शुष् सारि शुष् कृष् इति साधु इष् नास्ति तत्र. सः सः अपि नास्ति. हकारान्त के धातवः सन्ति मणिमहोदय? भवान् हलन्त हकारान्त धातव सामान्यतः अनन्तरं अस्तु लुभ लभ् केवलमस्ति, लुब् नास्ति साधु. के कानि सन्ति बकारान्तदातव अनिट् यब् लुब् रब् यब् लभ् यब् रब् ऋष् ऋष् नास्ति सकारान्त ऋष् नास्ति. इदानीम् उक्तवन्तः तुष् तुष् दुष् पुष् शुष् एतत् नास्ति. किन्तु यदि शकारान्तधातु अस्ति साधु तालवीयशकार तत्र आगच्छति क्रोश् रोष् साधु भगिनि तालवीयशकार. ऋष् अपि नास्ति, ऋष् अपि नास्ति, तत् उक्तवन्तः द्विष् द्विष् लिष् विष् इति अस्ति. द्विष् द्विष् लिष् विष् न लिष् नास्ति द्विष् द्विष् लिष् पिष् सारी आई एम मेकिंग मिस्टेक. द्विष् द्विष् विष् पिष् शिष् श्लिष् षड् इकारान्त छात्र सन्ति. अस्तु, तु अस्माकं तु इति सर्वे वयं जानीमः अनेकाः ये धातव सन्ति अपि ये धातव उदात्तव स्वरित सन्ति चेत् सर्वे सेट् सन्ति. सामान्यतः ये हलन्त्य धातव सेट् सन्ति, किन्तु यत् केवल आवल्यां 99 वयं दृष्टवन्तः ते अन्यत् सन्ति साधु. तु इदानीं सो इति किमस्ति डागम अस्ति तत्र विकल्पेन आगच्छति अत्र फीस् अत्र अनेकाचि नास्ति किल एकः स्वरः एव न न ते केवलं प्राबब्लि इति अनुदात सः अनुदात नास्ति तद् उदात्वा स्वरत् भवेत् अतः ते अस्ति. तु इति महत्त्वम् अस्ति लुट् लकारे तास् प्रत्ययपरे एते पञ्च ये धातवः सन्ति तेषां योगे विकल्पेन इडागमः आगच्छति. सो इति स्मर्तव्यम् इति नूतन अस्ति विशेष लुट् लकारे विशेषनियमः सति इडागमस्य विशेषनियम स एतत् द्वितीयनियम तास् एकनियमः अस्ति तासि चक्लिप् यदि परस्मैपदी धातो तास् योगे अस्ति तत्र दागमन भवति. अपि धातव ये इष् सः लुभ् ऋष् ऋष् सन्ति तेषां योगे विकल्पेन इदागम भवति. अस्तु, इदानीं पुष्पाभगिनी भवती पठति इष् कथं किम् अस्ति. पुष्पा भगिनी ओ म्यूट् अतिदेशसूत्रद्वारा न न न इश् ये न न न ये सर्वे इश् ये धातव तास् सः सः सोढा सहिता लुब् लोब्धा लोभिता ऋष् रोष्टा रोषिता ऋष् रेष्टा रेषिता. अस्तु मणि महोदय, प्रक्रिया भवतुं भवान् कर्तुं शक्नोति कथम् इति रूपम् आगच्छति इष् योगे इष्टा एषिता. इष्टा तु अत्र गुण भूत्वा ये भवति अनन्तरं केन सूत्रेण सार्वधातुक आर्धधातुकयोः अत्र गुणः भवति अस्ति वा. आम् आम् गुण भवति अतः ए इति भवति. अनन्तरं इष् योः ता तदेव सकारः अस्ति चेत् तस्य प्रभावेन ता अस्य स्थाने सुनास्तु इति टा भवति अतः एष्टा इति. अनन्तरं इडा अस्ति चेत् तत्रापि गुणः भूत्वा पुगन्तलपदीयस्य चिन्ह ए भवति. अनन्तरं इकार आदेशः आर्द्रदातुके चेत् बलादि अनेन अस्तु सहारस्य पूर्वमेव इता भवति वा वयं यदि वयं इता स्वीकुर्मः इदागमस्य यु नो किं सिद्धतिं प्रत्या इदाडु इदाडु इदागनु इता इता वयं कृतवन्तः इता इता इता अस्ति ईकारः एषिता इति मध्ये धातु मध्ये आगच्छति एष् इति धातु एष् योग इता यदि भवान् अस्तु अस्तु एषिता योजति तत्र इता ई इदागम अर्धदाकु सेट् वलादेन ई भवान् कुरु करोतु तत्र इता भवति न तत्र केवलं वर्णमेलनं भवति तदनन्तरं तत्र यदि इडागमः नास्ति तत्र हलन्त हल्सन्धि भवति हल्सन्धि नियमा आगच्छन्ति तत्र सो एकपक्षे हल्सन्धि नियम एकपक्षे केवलम् इडागम यत्र इडागमः अस्ति तत्र सरलम् अस्ति अरुणा भगिनी भवती करोतु सः तु सा आगच्छति सा अस्ति सः तकार आदौ अस्ति न तकारवलादि अस्ति न सकारप्रभावेन सकारः आगच्छति अस्तु अरुणा भगिनी सः करो गतसप्ताहे मणिमहोदय कृतवान् सोढा कथं भवति होडा न जानामि परन्तु कथं सकारसो भवति न जानामि होडः इति सूत्रेण सकार सः प्रस्तात् अत्र पकारस्थाने डकार आगच्छति न भगिनि अधकारस्थाने भवान् करोतु होडसूत्रमस्ति न सा तकारपरे अपदान्ते शः धातु होडः इति न हकारस्य स्थाने डकार आदेशः अतः षड् इति रूपं भवति षड् योहस्ता इदानीं डकारस्य चषस्थो दोदः इति सूत्रेण ता अस्य स्थाने दा आदेशः सदुत् दा अनन्तरं सुनाष्टुः इत्यनेन डा आदेशः अतः षड् योः डा इति रूपं भवति इदानीं डोडे लोपः इत्यनेन षड् पूर्वकारः लोपो भवति अनन्तरं सश्वहोदो सहि वहोर्ण ओर्ण ओर्वर्णस्य इति सूत्रं वदति यदा सः धातुः अथवा वक् धातुः अस्ति सकार सपरस्य अकारस्य स्थाने ओ आदेशः इति रोडे लोपस्य परम् एव तत्कार्यं भवति अथवा सो भवति अत्र आ इत्य स्थाने ओ भवति सो इति रूपं भवति सोडा इति सहि वहोरुवर्णस्य इति सूत्रं सर्वस्य सम्यक्तया नाम सहि वहोरोदवर्णस्य यदि हलन्त धातुः अस्ति न तत्र दत्तम् अस्ति तत् सूत्रं सहि वहोरोदवर्णस्य ढकारस्य लोपः पश्चेत् सः वः इति धातोः अकारस्य स्थाने ओकारो आदेशः भवति सहि वहो रोदवर्णस्य तत्र आगच्छति सो अरुणा भगिनी तदनन्तरं हलन्तधातु इति यस्य अस्ति न आवली तत्र हकारान्तधातु तत्र वोढा यत्र अस्ति तत्र सूत्रं दत्तमस्ति, तत्र पठति यदि तत्र आगच्छति. अस्तु, इदानीम् अवगच्छति साधु. अस्तु अस्तु, पुष्पाभगिनी लुभ कथं लोभः भवति? लुभ लुभ तु गुण भूत्वा लोभ आगच्छति अत्र. ओके, ऐ विल् गो, यु गैस् वांट टु फिनिश? हा, ऐ हैव टु गो नाउ. ओके ओके, धन्यवादः भगिनी. दे आर कॉलिंग मी. ओके, सो यु गैस् फिनिश, धन्यवादः. दे फिनिश करोतु कृपया. There are only two more, and that's it. We did up to that in the class, okay? Okay. Yeah. All right? Yeah. Well, I'm sorry. Okay, bye-bye. No problem. Dhanyavad. Dhanyavad, Subrati. Dhanyavad, Bhagini. Lubhtu, lob, lob agachati. Lobh, bhuntuna bhutva. Atra, daka, ta, asti. ता तु ता कारणेन भकारस्य जस्ट् अथवा तः इति सूत्रेण तकारस्थाने धकार आगच्छति, ऐ थिङ्क्. न भगवते प्रथमं प्रथमं तकारस्थाने धकार धकारः तद् परे बकारः जश्चो जश् इति सूत्रेण बकार जश् भवति, बकार भवति महोदय. मणिमहोदय लोभितासु बकारः इदागमस्ति, लोभिता भवति. रुष् रुष् करोतु भगिनि अरुण भगिनि. ओके, रुष् अत्रापि पुगन्तलघुपद्यस्य एतत् सूत्रेण गुण भूत्वा रोष् इति अस्ति. रोष् योगः ता स्टुनाश्चुः इति सूत्रेण रोष् तकारस्थाने तकार आगत्य गच्छति, रुष्टा भवति. रोषित अत्र रुष् रोष् भवति, ई अस्ति रोषिता वल्लमेलमेव. महोदय रुष्टा तु अत्रापि ता प्रत्ययः अस्ति, रीस् इति स्थाने पुगन्तलघुपद्यस्य गुणः भवति रेस् इति. अनन्तरं शृणाष्टुः चेन्न अत्र तकारस्य ता भवति हेष्टा इति. इडागम भवति चेत् रेषिता इति रूपं भवति. इडागम भवति चेत् इडागम नेष्टा, इडागम अस्ति चेत् रेषिता इति. धन्यवादः. अस्तु अस्तु महोदय, स्टाप् द रेकार्डिङ्ग्. Yeah, I cannot do. You only off the record, please. Yeah, yeah, I'll do it. धन्यवादः. धन्यवादः सुब्रात्रि.